गतरविवासरे लोट् प्रत्यानां सिद्धिविषये अस्माकं चर्चा भूता. तत्र मूलतिङ्प्रत्ययाः सन्ति तिप्तचि सिप्तस्थः मिप्वस्मस्. तत्र तेभ्यः लोट् लकारे परस्मैपदी धातूनां कृते सिद्धतिङ्प्रत्ययाः कथं निष्पद्यन्ते इति अस्माकं चर्चा आसीत्. तर्हि अस्तु, एकवारं किञ्चित् पुनरावलोकनं कृत्वा अग्रे गच्छामः. तत्र मीनामहोदय अस्ति खलु, मीनामहोदय, तिप् प्रत्यय यत् अस्ति तत्र किं कार्यं भवति? महोदय, अहं करपत्रं न पठितवती, अहं सिद्धा नास्मि अद्य महोदय. ओ अस्तु, क्षम्यतां. विजि महोदय, तत्र तिप् प्रत्ययमध्ये किं भवति? तिप् प्रत्ययमध्ये तु भवति. कथं? सूत्राणि कानि? ये रु इति सूत्रेण. न न, प्रथमं किं भवति? इकारः एक प्रथमम् इकारः ओकारः भवति किल, प्रथमं हलन्त्यं भवति खलु. कुत्र हलन्त्यमस्ति? टिप् मध्ये हलन्त्यम् अस्ति खलु. हलन्त्यं तदनन्तरं लोटो लङ्वत् इति सूत्रेण. लोटो लङ्वत् किं वदति भवती? भवती अपि सिद्धा नास्ति वा? नो, नात् इति परिवर्तनं. अहं पृच्छामि टिप् मध्ये तु कथं भवति? टिप् मध्ये तु कथं भवति? अवगतं न. भवती एव वदति खलु, तु भवति, ति तु तात् इति भवति किल महोदय. लोटः तिङ्प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति इति एरु इति सूत्रं खलु. अस्तु, तर्हि एरु इति सूत्रमस्ति. प्रथमं तु हलन्त्यं भवति, हलन्त्यं हलन्त्यं तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति, ति भवति. तदनन्तरम् एरुः इति सूत्रेण तु आगच्छति. सर्वं वदनीयं. क्षम्यतां महोदय, केवलम् एरु नास्ति, किमपि चेत् प्रथमतया पिप् इति हलन्त्यम् इति सूत्रेण अवगच्छति. तदनन्तरं ति इति प्रदर्शयति. अत्र इकारः स्थाने उकारः आयाति एरु इति सूत्रेण. अस्तु, तदनन्तरं ति तु इति भवति किल महोदय? आम्, एरुः इति. अत्रापि दोषः अस्ति वा? तु भवति. अस्तु, तदनन्तरं अरुणा महोदय, तस् मध्ये किं भवति? तस् स्थाने लोट् लकारे तां प्रत्यय आगच्छति. केन सूत्रेण? तामः इति सूत्रेण तस्थाने ताम् आगच्छति. आम्, तर्हि तामः इति सूत्रेण तस्थाने तां भवति. अस्तु, अग्रे सुमन महोदय, झि स्थाने किं भवति? झि स्थाने यथा वयं लट् लकारे दृष्टवन्तः झोन्तकार्यं करोति, झकारस्य स्थाने अन्त आदेशः भवति, अतः इदानीं अन्ति भवति, किन्तु एरुसूत्रे सूत्रेण इकारः उकारः भवति, अतः झी स्थाने अन्तु आदेशः भवति। उत्तमं, झी मध्ये झोन्तः इति सूत्रेण प्रथमं झकारस्य स्थाने अन्त् भवति अन्ति, तदनन्तरम् एरुः इति सूत्रेण अन्ति तस्य अन्तु भवति, अन्तु। अस्तु, अग्रे अग्रे कः अस्ति? मलर् महोदय। हा महोदय, सिप् स्थाने किं भवति? अधुना अधुना अस्माभिः न पठितं, अग्रे करोतु। स्थाने किं भवति? तस् प्रथमं सकारस्य लोपः भवति। न महोदय, न महोदय, तस्तस्तामिपां तान् तन्तमः इति सूत्रेण तस् इति स्थाने तम् आगच्छति, आदेशः भवति। तत्र सकारस्य लोपः किमर्थं न भवति? न विभक्तौ तु स्मः इति सूत्रेण, न विभक्तौ तु स्मः इति सूत्रेण सकारस्य लोपः तं भवति। अस्तु, तदनन्तरं त स्थाने किं भवति? त स्थाने त भवति, किमपि न भवति, खलु? त स्थाने त भवति खलु, न किमपि न भवति, त स्थाने किं भवति? प्रथमवर्णता सकारः वा परिवर्तनं तदेव पृच्छामि, किं भवति त स्थाने किं भवति महोदय? त भवति केन सूत्रेण? तस्तस्तमिपां तान् तन् तमा तामः इति सूत्रेण त भवति। अस्तु, अग्रे अस्माभिः न पठितम्, अधुना पठामः। तर्हि एतत् सर्वम् अस्माभिः गतरविवासरे पठितम्, अधुना अग्रे गच्छामः। कस्यापि प्रश्नः अस्ति वा? गतरविवासरे अस्माभिः पठितं यत् लोटो लङ्वत् इति सूत्रेण यानि कार्याणि नित्सु लकारेषु भवन्ति, तत्र बहूनि कार्याणि, सर्वाणि न परन्तु बहूनि कार्याणि लोटि अपि भवन्ति इति। फलं दृष्ट्वा वयं ज्ञातुं शक्नुमः किं कार्यं भवति, किं कार्यं न भवति इति। अस्तु, तर्हि अग्रे गच्छामः। तृतीयबिन्दुः अस्ति लोटि अं स्थाने नि आदेशः इति अस्ति। तर्हि को अस्ति? मीना महोदय, भवती पठतु। आदेशः मेर्मिः लोट् लकारे नि इत्यस्य स्थाने नि आदेशो भवति। मेः षष्ट्यन्तं निः प्रथमान्तं द्विपदमिदं सूत्रं लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं लोटः लस्य मेः निः। तर्हि सूत्रं किं वदति? स्थाने नि भवति, नि आदेशः मे षष्ट्यन्तं लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः भवति, लस्य इति अधिकारः भवति, अनुवृत्तिसहितसूत्रं लोटो लस्य मकारस् नि स्थाने नि भवति, तदेव। लोटे मिप् अस्ति, तस्य प्रथमं हलन्त्यम् इति सूत्रेण मि एव अवशिष्यते, तदनन्तरं लोटः लस्य लस्य मेः निः इति सूत्रेण मि स्थाने नि भवति भवति. तर्हि महोदय मम प्रश्नः अस्ति, भवती एव चिन्तयित्वा वदतु, मेर्निः इति सूत्रं वदति नि स्थाने नि, तस्थस्थमिपां तान्तं तामः इति सूत्रं वदति मिप् स्थाने अम्. तर्हि कथं जानीमः अम् आगच्छति अथवा नि आगच्छति लोट् लकारे? उभयोः सूत्रयोः प्रसक्तिः अस्ति अत्र. तर्हि किं सूत्रं कार्यं करोति, कथं जानीमः? मित्स्थाने मित्स्थाने अम् भवति तत्र, अत्र मित्स्थाने नि भवति. अपवादसूत्रं वा भवती पृच्छति वदति? समानसमये तस्थां तस्थं तां तं तामः अपि च मेर्निः अपि च भवितुं शक्यम् अत्र. तर्हि किमस्ति, भवती किं चिन्तयति? किमस्ति अष्टाध्यायीसूत्राणां बलाबलम् इति? इति सूत्रेण पूर्व पूर्व पूर्व पूर्वमेव बल बलमस्ति. पूर्वस्य बलसूत्रं किं? न भवती मम वदतु, कस्य सूत्रस्य कार्यं भवति, केन आधारेण? परसूत्रं कारणेन. परसूत्रं तु तस्थस्थमिपां तान्तन्ताम् अस्ति, तदेव परसूत्रम्. न न न अहं पृच्छामि, वीणा महोदय भवती सर्वप्रथमं किम् उक्तवती? अपवादसूत्रमिति वदामि. कथम् अपवादः अस्ति चेत् मां वदतु, किमर्थम् अपवादः अस्ति? समानसमये सूत्रद्वयं प्रसक्तिः अस्ति तस्मात् कारणेन. तस्मात् कारणेन अपवादः अस्ति. यत्र यत्र समान स्थाने उभयो द्वयोः सूत्रयोः प्रसक्तिः अस्ति तत्र तत्र सर्वदा अपवादः अस्ति. विस्मृतवती महोदय, अत्र किमपि विस्मरणीयम् अन्यत्र अन्यत्र प्रसक्तिः नास्ति. एकनिमिषं मीना महोदय, अत्र मेर्नि इति सूत्रस्य फलकार्यं किम्? मेः निः भवति, मकारस्य नकारः भवति. कदा कुत्र? लोट् लकारे. हा, लोट् लकारे अत्र लिखितमस्ति खलु, लोटः लस्य मेः निः, लोट् लकारे नि स्थाने नि. तस्थस्थमिपां तान्तं तामः इति सूत्रस्य फलकार्यं किं? तत्र मिप् स्थाने अम् भवति, कदा कुत्र? लट् नित् लकारे खलु, नित् लकारे. ये ये नित् लकार ये ये नितः लकाराः सन्ति तत्र तत्र अम् मिप् स्थाने अम् भवति. अधुना मां वदतु, यदि लोट् लकारे अपि मि स्थाने यदा अम् भवति तस्थस्थमिपां तान्तन्ताम इति सूत्रेण तर्हि मेर्निः इति सूत्रस्य अवकाशः भवति न वा कुत्रापि? यदि लोट् लकारे अपि लोटो लङ्वत् इति सूत्रस्य आधारेण तस्थस्थमिपां तान्तन्तामः यत् सूत्रं नित्सु लकारेषु कार्यं करोति तद् लोटि अपि यदि कार्यं करोति तर्हि मेर्निः इति सूत्रस्य मेर्निः इति सूत्रं सदा निरवकाशं भवति. अतः मेर्निः इति सूत्रम् अपवादः सूत्रमस्ति, अतः तस्य कार्यं भवति इति निरवकाशं भवति तस्मात् इति सर्वं वदनीयं. केवलम् अपवादः अस्ति तस्य किमपि अर्थः नास्ति. अपवादः अस्ति चेत् किमर्थम् अपवादः अस्ति इति सर्वं ज्ञातव्यम्, इति सर्वं वदनीयं. तत्र तस्थस्थमिपां तान्तन्तामः इति सूत्रस्य लोट् लकारं विहाय अपि अन्येषु लकारेषु प्रसक्तिः अस्ति, अतः तत् सूत्रं निरावकाशं न भवति. परन्तु मेर्नि इति सूत्रं यदि लोटि कार्यं न करोति तर्हि तत् निरावकाशं भवति, तथा न भवनीयम्. अतः मेर्नि इति सूत्रस्य एव कार्यं भवति. मिप् स्थाने अम् न भवति, मिप् स्थाने नि भवति. अस्तु, इति सर्वं वदनीयम्. अस्तु, मम अग्रिमप्रश्नः अस्ति. को अस्ति? सुमन् महोदय. सुमन् महोदय न, सुमित्रा महोदय. सुमित्रा महोदय अस्ति वा? महोदय, भवती गतरविवासरे न आसीत्, तर्हि भवती जानाति वा अस्मिन् पाठे किमस्ति? न महोदय. अस्तु अस्तु, भवती शृणोतु तर्हि. अद्य शृणोमि. तत्र करपत्रं, करपत्रं ध्वनिमुद्रणं वेब्सैट् मध्ये अस्ति, तदपि पठतु, शृणोतु एकवारं. करिष्यामि निश्चयं. सुमन् महोदय, भवती अस्ति वा? आं महोदय. मम प्रश्नः अस्ति, अत्र मेर्नि मध्ये नी स्थाने नी भवति इति अधुना अस्माभिः स्थापितं. तदनन्तरं मम प्रश्नः अस्ति, एकवारं यदा नी भवति तत्र एरु पुनः कार्यं करोति वा? एकनिमिषम्. उत्तरं जानामि, किन्तु किमर्थम् इति चिन्तयामि. उत्तरं न एकवारं नी भवति चेत् न भवति. किं श्रूयते? किं स्थानीवत् इति सूत्रेण वा महोदय? एकवारं पठितवन्तः, एकस्थले परिवर्तनं एकवारं करोति चेत् तदनन्तरं स्थानी. भगिनि, अहं वक्तुं शक्नोमि किम्? वदतु. किं श्रूयते? किम् अहं, सुमन् महोदय किं वदति, वदतु किमस्ति? उत्तरमस्ति न भवति. किमर्थं न भवति इति अत्र तु एतत् लट् लकारस्य इकारः नास्ति खलु? लट् लकारस्य इकार एरु सूत्रं वदति यत्र प्रायः लस्य मूलरूपम् इकार अस्ति चेत् तत्र उकारः भवति इति. किन्तु अत्र तु मूलरूपम् इकार नास्ति खलु? मूलरूपम् अस्ति खलु, मिप् मध्ये इकार अस्ति खलु? मिप् मध्ये इकार अस्ति, किन्तु तत्र पकारस्य इत्संज्ञा, अनन्तरं मि भवति, नि तु मूलरूपं नास्ति. मूलरूपं नास्ति, परन्तु एतत् किमर्थम्, एतत् कुत्र लिखितमस्ति यद् मूलरूपे एव करणीयम्? एरु वदति चेत् वदति यत् लोटि लोट् लकारे इकारस्य स्थाने उकारः। महोदय अहं वदामि, एकनिमेषः सरला सुमन् सा एकनिमेषः सुमन् महोदय न जानाति न वा? किन्तु एतत् सूत्रं वदति लोट् लकारे मी तु नी भवति, पुनः तस्य परिवर्तनं कुर्वन्ति चेत् तत् सूत्रं निरवकाश न भवति? न, प्रथमं मेर्नि करोतु, तदनन्तरम् एरु करोतु। अस्तु चिन्तयतु। सरला महोदय भवती किं वदति? अहं चिन्तयामि एरु तस्य सूत्रसङ्ख्या अस्ति तृतीय अध्यायस्य चतुर्थपादे षट् अशीति, मेनि तस्य सङ्ख्या अस्ति नव अशीति, परसूत्रम् अस्ति मेनि, विप्रतिषेधे परकार्यम् अनेन मेनि तस्य विप्रतिषेधे परकार्यं तस्य कार्यम् अभवत्, इदानीं अन्यसूत्रस्य कार्यं न आगच्छति। प्रथमं तु अत्र विप्रतिषेधः नास्ति, अत्र एकस्मिन् एव काले नास्ति, अत्र कान्फ्लिक्ट् नास्ति खलु। विप्रतिषेधः किं वदति, एकस्मिन् एव समये उभयोः सूत्रयोः आगत्य भिन्नभिन्नं कार्यं कुर्वन्ति, अत्र कान्फ्लिक्ट् भवति, अत्र किमपि कान्फ्लिक्ट् नास्ति, अत्र मेर्नि अस्ति, तत्र मेर्नि मध्ये प्रथमं नि आगच्छति, तदनन्तरम् एरु इति सूत्रेण उ आगच्छति, तत्र नु नि तस्य नु भवति, किमपि विप्रतिषेधः नास्ति अत्र। महोदय अहम् एकवारम् एव परिवर्तनं कर्तुं शक्नोति। अत्र कुत्र लिखितमस्ति अत्र एकवारमेव परिवर्तनं कर्तुं न परिवर्तनं अस्तु तर्हि अस्य किमपि उत्तरं नास्ति, परन्तु तस्य उत्तरम् अस्ति अपि। अस्तु तस्य किमस्ति अत्र अत्र अत्र न हिण्ट् अपि नास्ति किमपि अत्र, यथा यत् मया पठितमस्ति अत्र बृहत् कालात् यत् मया पठितमस्ति अष्टाध्यायां, तत्र ईदृशी समस्या बहुत्र बहुत्र आगच्छति, तर्हि तस्य एकमेव निवारणम् अस्ति यत् अस्तु चिन्तयतु, यदि पाणिनी इच्छति यत् नु एव भवनीयं, तर्हि मेर्नि इति सूत्रस्य सूत्रस्य आवश्यकता नास्ति, तत्र मेर्नु अपि सः लिखितुं शक्नोति खलु। अवगच्छति वा? आम्, एतत्तु एकम् एव स्थले कार्यं करोति। आम् सत्यं, तर्हि यदि सः इच्छति यत् मी स्थाने नु भवति, तर्हि सः साक्षात् मेर्नु इति सूत्रं किमपि रचयितुं शक्नोति, परन्तु सः मेर्नि एव रचयति, तस्य एकम् एव आशयः अस्ति यत् सः इच्छति यत् नी स्थाने नी एव करणीयम् इति, समाप्तम्। तर्हि ईदृशी समस्या बहुत्र बहुत्र अस्ति, यत् पाणिनि महोदय वदति यत् किमपि स्थाने स्थानिनः स्थाने किमपि अन्यत् करणीयं, तदनन्तरम् अन्यसूत्रस्य अपि कार्यं भवति, परन्तु सः वदति सः इच्छति चेत् सः साक्षात् लिखितुं शक्नोति, तथा अस्ति चेत् यद् लिखितं तदेव करणीयम्। अत्रापि मेर्नि अस्ति, सः इच्छति चेत् मेर्नु लिखितुं शक्नोति, परन्तु सः मेर्नि लिखति किमर्थम्? अत्र किमपि लघुत्वस्य अपि किमपि कार्यं नास्ति, मेर्नु मेर्नि तत्र एकमेव मात्रा अस्ति, किमपि एकं दीर्घम् एकं लघु इति अपि किमपि नास्ति, तर्हि मेर्नि अस्ति तस्य एकमेव अर्थः अस्ति यत् मे स्थाने नी इच्छति सः, अतः मे स्थाने नी एव करणीयं। तत्र पुनः एरुः इति सूत्रम् आगत्य इकारस्य उकारः न करोति इति इति एव। तस्य किमपि अत्र रिगरशास्त्रीय किमपि अहं न जानामि, परन्तु स्वरूप महोदय अपि एतदेव वदति यत् यदि सः इच्छति चेत् साक्षात् लिखितुं शक्नोति मेर्नु, परन्तु नास्ति, अतः मेर्नि अस्ति, अतः नि एव तिष्ठति, नु न भवति। अर्थात् देर् इस् नो अड्वान्टेज् टु रैटिङ्ग् मेर्नि ओवर् मेर्नु, इट् इस् नाट् मेकिङ्ग् इट् शार्टर्, इट् इस् नाट् मेकिङ्ग् इट् एनिथिङ्ग् डिफ्रेण्ट्। सो तत्र आशय एकमेव अस्ति, मेर्नि तस्य नि एव करणीयम्। किञ्चित् अपि न स्थापितवान् खलु, एतत् एव भवेत्, अनन्तरम् एरुण कार्यं करोति, कुत्रापि किमपि नास्ति, किमपि लिखितं नास्ति अत्र यत् एस् फार् एस् अहं जानामि, परन्तु फलं दृष्ट्वा एतद् एतदेव आशयं वयं कर्तुं शक्नुमः यत् यत् लिखितं तत् करणीयम् अत्र, अन्यथा सः किमर्थं मेर्नि लिखितं खलु। किन्तु मेर्नि मेर्निः नित्यम् इति प्रायः लिखितुं शक्नोति खलु, तद् बृहत् भवति, तत् लघु नास्ति खलु, मेर्नि नित्यम् इति तत् करणीयम्। अस्तु, अत्र अग्रे गत्वा अन्य अन्य अपि अवसराः सन्ति अत्र ईदृशी समस्या आगच्छति, तत्र एव तत्रापि एतदेव आशयः अस्ति यत् लिखितमस्ति तदेव करणीयं, तत्र अन्यसूत्रम् आगत्य किमपि न करोति, तथा अस्ति चेत् सः साक्षात् लिखति एव तत्, यथा यदि यत्र सदीयः इच्छति यत् उकारः करणीयं, सः लिखति मेर्नु, मेर्नि लिखति चेत् नि इकारः एव करोति। अस्तु, तर्हि अग्रे गच्छामः, को अस्ति, सुमित्रा महोदय, भवती शृणोति, विधि महोदय, भवती पठतु, नित्यं नितः अग्रे पठतु, किमस्ति अत्र, कुत्र अस्ति, मेर्नि अग्रे, उत्तमपुरुषः आङ्गमः इति न वा, उत्तमपुरुषे आङ् आगमः प्रत्ययानां, ओ सारि आड्, उत्तमपुरुषे आड् आगमः प्रत्ययानाम् आदौ आ इति युज्यते, तित्वम् आरोपितम्, उत्तमपुरुषे आ इति प्रत्ययस्य आदौ आगच्छति, आ इति योजनेन धातु प्रत्ययस्य आदौ आ इति युज्यते। अस्तु, पित्वम् आरोपितम्, अङ्गुत्तमस्य 3492 लोट्लकारस्य लस्य स्थाने यः उत्तमपुरुषप्रत्ययः भवति तस्य आट् आगमो भवति, अपि च तस्य पित्वं भवति, आद्यन्तौ टिकितौ इत्यनेन आट् आगमः प्रत्ययात् प्राक् आयाति, आङ् आड् प्रथमान्तम् उत्तमस्य षष्ठ्यन्तं पित् प्रथमान्तं च अव्ययपदम्, अनेकपदम् इदं सूत्रं लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य उत्तमस्य आट् पित् च, लोट्लकारे वदनीयं महोदय, वदतु, अग्रे पठामि, न न आशयं वदतु, लोट्लकारस्य उत्तमपुरुष उत्तमपुरुषप्रत्यय भवति किल, अतः तत् पूर्वम् आड् तदर्थम् आ इति आदेश आगमः भवति. आद्यन्तौ टकितौ इति सूत्रेण वयं जानीमः अत्र आट् इति तिप्तत् अस्ति, अतः आदौ आगच्छति आङ् प्रथमान्तम् उत्तमस्य इति षष्ट्यन्तम् अन्द् पित् प्रथमान्तं च इति अव्ययपदम् अनेकपदं सूत्रं. तत्र लोटो लङ्वत् इति सूत्रात् लोटः अपि च लस्य इत्यस्य अधिकारसूत्रात् लस्य इति स्वीकरणीयं. तदनन्तरम् अनुवृत्तिसहितसूत्रं भवति लोटः लस्य उत्तमस्य आट् पित् च इति. अग्रे पठामि. न न, उत्तमपुरुषे लोट् लकार यत् अस्ति तत्र लोट् लकारे उत्तमपुरुषे अस्ति तस्य प्रत्ययस्य आदौ आ इति तस्य आगमः भवति. आगमः आगच्छति. अत्र पित् लिखितमस्ति, तस्य किं महत्वम्? जानामि महोदय, पकार इति न अवगतम्. तर्हि एक अस्ति, अस्तु. तर्हि मूलप्रत्ययाः यत् सन्ति यदाहं वदामि तदनन्तरं वदतु, अहं किमपि वदामि. तिप्तर्जि सिद्धस्थ मिप्वस्मस् तत्र प्रश्नः अस्ति मम, के प्रत्ययाः पित् सन्ति, के प्रत्ययाः पित् न सन्ति, कोऽपि वदतु. एकवचने पित् अस्ति, नो चेत् नो चेत् न अपेत्. तर्हि केवलम् एकवचने पित् सन्ति, अग्र अन्येषु वचनेषु पित् न सन्ति. परन्तु आड् उत्तमस्य पिच्च इति सूत्रम् आगत्य वदति यत् उत्तमपुरुषस्य लोट् लकारे उत्तमपुरुषस्य ये सन्ति प्रत्ययाः ते सर्वे पित् भवन्ति. तर्हि तदर्थं गुणकार्यं न भवति वा महोदय? कार्यं भवति. तर्हि सामान्यतया उत्तमपुरुषे द्विवचनं बहुवचनम् इति पित् न सन्ति, न स्तः. परन्तु आड् उत्तमस्य पिच्च इति सूत्रमागत्य वदति यत् उत्तमपुरुषस्य द्विवचनं बहुवचन प्रत्यय अपि पित् सन्ति, पित् सन्ति. अतः गुणकार्यस्य प्रसक्तिः अस्ति चेत् गुणकार्यं कर्तुमर्हति, कर्तुमर्हति, करणीयं, करणीयमपि अस्ति चेत् कार्यं भवति. ये सूत्रे ये प्रत्ययाः पित् न सन्ति तत्र गुणस्य प्रसक्तिः अस्ति चेदपि कार्यं न करणीयम् इति वार्ता अस्ति. इति सूत्रं यदस्ति सूत्रस्य आड् उत्तमस्य पिच्च इति सूत्रं, इति सूत्रमपि अस्ति, अस्मिन् सूत्रमपि अस्ति. जानाति वा अन्यसूत्रं वा भवति? आड् उत्तमस्य महोदय न श्रोतुं शक्नुमः, किञ्चित् पुनः वदतु. आड् उत्तम एकस्यास्तु गृहे डिस्टर्बन्स्. आड् उत्तमस्य पिच्च इति सूत्रं तस्य एकः भागः विधिसूत्रमिव अस्ति, एकः भागः अतिदेशसूत्रमिव अस्ति, खलु? भवान् उक्तवान् नो चेत् अहं भवती किं सर्वे जनाः किं चिन्तयन्ति, विधिसूत्रम् अस्ति अधिदेशसूत्रम् अस्ति न वा? न द्वयोः न भवितुं शक्नोति न अहं पृच्छामि क्षम्यतां द्वयोः न द्वौ अपि न भवितुं जनाः किं चिन्तयन्ति तर्हि अहं चिन्तयामि अत्र उभयोः अत्र किञ्चित् किञ्चित् केरेक्टरिस्टिक् अस्ति अत्र आड् उत्तमस्य पिच्च यत् आड् उत्तमस्य भागः अस्ति तद् विधिसूत्रमिव अस्ति पिच्च भागः अस्ति तत् अविधिसूत्रमिव अस्ति इति अहं चिन्तयामि अत्र उभयोः मिश्रणम् इव किमपि अस्ति इति अहं चिन्तयामि अस्तु अग्रे गच्छामः तत्र मदर महोदय पठतु अग्रे वस् मस् अस्तु इदानीं अत्र लोट् लकारे आड् उत्तमस्य इति सूत्रम् अस्ति लट् लकारे किमर्थम् एतत् सूत्रं कार्यं न कर्तुं शक्नोति अहं जानामि अत्र लोटः इति अनुवृत्तिः अस्ति किन्तु भवान् उक्तवान् तत्र गच्छामि गच्छावः तत्र तु अनन्तरम् आगच्छति लोट् लकारे तु अत्र एव आगच्छति किमर्थं लोट् लकारे एतावत् कृतवान् लट् लकारे भिन्नरूपम् तत्र अहं चिन्तयामि पाणिनि किमर्थं कृतवान् इति पृच्छति किमर्थं भेदः अस्ति किमर्थं भेदः अस्ति अहं चिन्तयामि यत् तत्र कुत्र कुत्र लोट् लट् लकारे अपि तत् सर्वदा आकारः आगच्छति इति न कुत्र कुत्र तत्र अपि आकारः न आगच्छति तदस्ति चेद् परन्तु लोट् लकारे सर्वदा आकारः आनीयं तस्य इति कारणेन तेन ईदृशं कार्यं कृतम् यत् लोट् लकारे आकारः तु प्रत्ययस्य भागः परन्तु लटि आकारः तु सन्धिकार्येण आगच्छति अग्रे अस्ति सः इच्छति यत् लोट् लकारे प्रत्ययः पित् अपि भवन्ति अतः अस्य सूत्रस्य महत्त्वम् अस्ति यत् तत्र पित् अपि करणीयम् इति परन्तु मुख्यकार्यमस्ति यत् तत्र सन्धिरूपेण आकारः आगच्छति अत्र तु प्रत्ययस्य भागः अस्ति अतः सर्वदा आकारः अस्ति तत्र यत्र यत्र सन्धिः भवितुं शक्नोति अग्रे वयं पश्यामः तत्र सन्धिरूपेण आकारः आगच्छति नो चेत् न आगच्छति बस् मस् ङित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः नित्यं ङितः ङितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अत्यन्तसकारलोपो भवति येन विधिस्तदन्तस्य इत्यनेन सादृश उत्तमपुरुषप्रत्ययः यस्य अन्ते सकारः स्यात् अलोन्तस्य इत्यनेन अन्त्यस्य सकारस्य एव लोपो भवति न तु पूर्णतया प्रत्ययस्य नित्यं द्वितीयान्तं क्रियाविशेषणं ङितः षष्ट्यन्तं द्विपदम् इदं सूत्रं स उत्तमस्य इति सूत्रस्य पूर्णतया अनुवृत्तिः इत च लोपः परस्मैपदेषु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मितः लस्य सह उत्तमस्य नित्यं लोपः अत्र नित्यं नितः इति सूत्रं वदति लकारस्य ङित् लकारस्य सकारान्त उत्तमपुरुषः सकारातः लोपो भवति सकारस्य लोपो भवति येन विधितदन्तस्य इति सूत्रेण उत्तमपुरुषप्रत्ययस्य अन्ते सकारः स्यात् तदपि हलोन्तस्य इति सूत्रेण तत् सकारः प्रत्ययस्य अन्ते एव लोपो भवति, न तु पूर्ण प्रत्यय इति. स उत्तमस्य इति सूत्रस्य अनुवृत्तिः इतः लोपो परस्मैपदेषु इति इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, लस्य इति अधिकारः अनुवृत्तिसहितसूत्रं, नितः लस्य सह उत्तमस्य नित्यं लोपः. सकारस्य लोपो भवति अत्र नित्यं भवति. तर्हि उत्तमपुरुषे यदा प्रत्ययः सकारान्त अस्ति नित्सु लकारेषु तदा सकारस्य लोपः भवति. अत्र लोटि अपि कार्यं करोति लोटो लङ्वत् इति सूत्रस्य बलेन. तर्हि लोटि अपि उत्तमपुरुषे ये ये प्रत्ययाः सकारान्ताः सन्ति तेषां सकारस्य लोपः भवति. तर्हि अतः द्विवचने वत्स तत्र सकारस्य लोपः भूत्वा व इति अवशिष्यति, मस् इति सकारस्य लोपः भूत्वा म इति अवशिष्यति इति. अस्तु, तर्हि अधुना मलर् महोदय अधुना वदतु लोट् लकारे उत्तमपुरुषाः के सन्ति ते मूलप्रत्ययाः सिद्धप्रत्ययाः के? आणि आव आम सत्यं. तत्र मिप् स्थाने आणि कथं भवति एकवारं वदतु सूत्रेण क्रमेण सम्यक् रूपेण. मिप् स्थाने पकारस्य लोपः भवति हलत्यम् इत्यने तदनन्तरं आड् उत्तमस्य प्रथमं पकारस्य लोपो भवति मी अस्ति मी स्थाने नी भवति केन सूत्रेण मेर्नि इति सूत्रेण. तदनन्तरं आड् उत्तमस्य पिच्च इति सूत्रेण उत्तमपुरुषस्य आगमे आकारः आदेशः भवति आगमः भवति अतः आणि इति रूपं भवति. सम्यक्. तदनन्तरं वस् मध्ये किं भवति? वस् वा नित्यम् इति नित्यं नितः इति सूत्रेण सकारस्य लोपो भवति. तदनन्तरम् आडुत्तमस्य पिच्च इति सूत्रेण आकारः आगमः भवति आव इति रूपं भवति. तथैव आम. आम् तथैव आम. तर्हि आनि आव आम आडुत्तमस्य पिच्च इति सूत्रं वदति यत् आनि आव आम त्रयः प्रत्ययाः पितः अपि सन्ति इति. अस्तु धन्यवादः महोदय. इदानीं पर्यन्तम् अधुना अस्माभिः लोट् लकारे प्रथमपुरुष उत्तमपुरुष अस्माभिः पठितं. अधुना केवलं मध्यमपुरुषस्य सिप्रत्ययस्य किं भवति इति अस्माभिः पठनीयं. तर्हि अग्रे गच्छामः. अत्र अरुणा महोदय अग्रे पठतु. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः अपित्वम् आरोपितम्. शेर्यपिच्छ सूत्र वदति लौट् लकारस्य सि इत्यस्य स्थाने हि आदेशः भवति, सच हि अपित् भवति, सेः षष्ट्यन्तं हि प्रथमान्तम्, अपित् प्रथमान्तं च अव्ययपदम्। अनेकपदमिदं सूत्रं लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य सेः हि अपित् च। मध्यमपुरुषे सिप् प्रत्यय प्रत्यय योजित्वा किं कार्यं करणीयम् इति अत्र विविधतं। प्रथमं से लकारस्य सि स्थाने हि आदेशः भवति, तत् हि अपि अपित् भवति, ततः गुणकार्यं निषेधं भवति। अनुवृत्तिसहितसूत्रं वदति लोट् लोटः लस्य से हि अपित् च। सो हि आदेशानन्तरं सिप् अपित् भवति, सः ततः गुणकार्यं निषेधं भवति। उत्तमं, तर्हि अत्र सिप् अस्ति, तत्र पकारस्य लोपः भूत्वा सि अस्ति, तदनन्तरं लोट् लकारे तत्र सि स्थाने हि भवति। तदनन्तरं किमस्ति, यद्यपि सिप् मूलतः पित् अस्ति, परन्तु सेहर्य पिच्च इति सूत्रम् आगत्य वदति यत् अपित् करोतु, अतः यदा हि आगच्छति तदा तदा सि इति प्रत्ययस्य पित्वं गच्छति, अपित् भवति, अतः गुणकार्यं न करोति। पश्यतु, सेहर्य पिच्च वदति यत् सिप् यद्यपि पित् अस्ति तथापि हि आगत्य तस्य पित्वं गच्छति, आर्तमस्य विपरीतं करोति यत् वस्मस् मूलतः पित् नास्ति, परन्तु एकवारं लोट् लकारे आगच्छति आव आम तत्तु पित् भवति इति विपरीतमस्ति। मूलतः पित् नास्ति, आडुत्तमस्य पिच्च आगत्य वदति पित् करोतु, सेहर्य पिच्च मध्ये सि मूलतः पित् अस्ति परन्तु हि आगत्य पित् न भवति इति वार्ता अस्ति। तर्हि अरुणा महोदय, भवती जानाति वा कुत्र अस्ति उदाहरणम्, उदाहरणं दत्तुं शक्नोति वा यत्र मध्यमपुरुषे हि इति दृश्यते? अङ्गम् अदन्तं नास्ति तत्र हि, उदाहरणं जानाति किमपि? देहि इति उदाहरणं, देहि अस्ति, बहुत्र अस्ति, परन्तु भिक्षां देहि अत्र बहु प्रसिद्धवाक्यम् अस्ति। अत्र तत्र देहि मध्ये दा धातो लोट् लकारस्य मध्यपुरुषे एकवचनं, तत्र हि यत् अस्ति तत् सेहर्य पिच्च इति सूत्रेण हि तस्य हि भवति, देहि। अस्तु, अग्रे अग्रे अस्ति, अग्रे सुमन् महोदय अग्रे पठतु। अस्तु महोदय, एकनिमिषम्। मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः, हि इत्यादेशः अग्रे अग्नम् अदन्तम् अस्ति, क्षम्यताम्, अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः, अतो हे हे हे ऋस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् इति लोप् इत्युक्ते लोपः भवति, अतः पञ्चम्यन्तं हे हे षष्ट्यन्तं द्विपदं सूत्रं, द्विपदम् इदं सूत्रं, क्षम्यताम्, चिनो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अत्र अङ्गात् भवति विभक्ति विभक्तिपरिणाम इति सिद्धान्तेन अनुवृत्तिसहितसूत्रम् अस्ति, अतः अङ्गात् हे हे लुक्। अस्तु, द्विपदं सूत्रम् अस्ति, अतः हेः, अतः पञ्चम्यन्तं, हेः षष्ट्यन्तम्. अत्र अनुवृत्तिसहितसूत्रम् अस्ति, अतः अङ्गात् हेः लुक्. अत्र लुक् इत्युक्ते लोपः भवति. ऋस्व अकार अङ्गात् परं हि अस्ति चेत् तस्य लोपः भवति इति. यदि ह्रस्व अकारान्त अङ्ग अस्ति चेत् तस्य अनन्तरं हि अस्ति चेत् तस्य हि तस्य लोपः भवति. अतः पठ गच्छ अत्र अदन्त अङ्गम् अस्ति चेत् तत्र हि तस्य लोपः भवति. लोट् लकारस्य मध्यमपुरुषः अस्ति पठ गच्छ भव, केवलं तत्र प्रत्ययस्य लोपः भवति इति अस्ति. केवलम् अदन्त अङ्गम् अस्ति चेत्, अदन्त अङ्गं नास्ति चेत् हि तिष्ठति. यतोहि उकार विकर्णप्रत्ययः अस्ति चेत् तिष्ठति. श्ना अपि विकर्णप्रत्ययः अस्ति चेत् तिष्ठति. जुहोत्यादिगणे अपि स्थातुं शक्नोति. केवलम् अत्र द्वादिगणे, तुदादिगणे, दिवादिगणे, दिवादिगणे, तदनन्तरं चुरादिगणे. अस्तु महोदय, मम प्रश्नः अस्ति, अतः अङ्गात् इति तस्य अर्थं किम्? अतः अङ्गात् इत्युक्ते अकार अङ्गम् अस्ति चेत्, अकार अङ्गम् अस्ति चेत् पठ इति अङ्गम् अस्ति. पठ तु अकार नास्ति खलु? इदानीं तु प्रायः येन विधिस्तदन्तस्य कार्यं करोति वा? आम् सत्यम्. अतः इदानीम् अतः अङ्ग सम्पूर्ण अङ्गम् अकार एव न भवेत्, किन्तु अकार अन्ते अस्ति चेदपि कार्यं भवति. सत्यम्, उत्तमम्. तर्हि केवलं तादृशम् अङ्गं यत् ह्रस्व अकार अस्ति न, परन्तु येन विधिस्तदन्तस्य तादृश अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति तदपि ग्रहणीयम्. अस्तु, तर्हि अतोहेः पश्यतु. अतोहेः इति सूत्रं षष्ठाध्याये अस्ति, न तु तृतीय अध्याये. अतः अङ्गकार्यमस्ति. अत तिङ्गप्रत्ययानां विषये केवलं झोन्तः एकः सूत्रमस्ति यत् सप्तम अध्याये अस्ति. अतोहेः सूत्रमस्ति यत् षष्ठाध्याये अस्ति. अङ्गकार्यस्य अधिकारे सन्ति. अन्ये सर्वाणि सूत्राणि तृतीय अध्यायस्य लस्य अधिकारे भवति इति अस्माभिः गतरविवासरे पठितम्. अतोहेः अङ्गकार्यमस्ति. अस्तु, तर्हि लोटि नवसु सिद्धतिङ्गप्रत्ययेषु हि प्रत्ययः एक एव यस्य रूपं परिवर्तते अङ्गम् अदन्तम् अनदन्तं चेति अवलम्ब्य. तर्हि अन्नम् अदन्तम् अनदन्तम् अस्ति इति दृष्ट्वा केवलं हि एव प्रत्ययः अस्ति यस्य रूपं परिवर्तते. अन्य ये प्रत्ययाः सन्ति सिद्धतिङ्प्रत्ययाः, ते अदन्तम् अङ्गम् अस्ति चेदपि अनदन्तम् अङ्गम् अस्ति चेदपि समानाः एव सन्ति. केवलं हि एव परिवर्तते. अङ्गम् अदन्तम् अस्ति चेत् हि तस्य लोपः भवति, अङ्गम् अनदन्तम् अस्ति चेत् हि एव तिष्ठति इति कार्यमस्ति. अस्तु, तर्हि अग्रे गच्छामः. मीना महोदय अग्रे पठतु. तिप् स्थिप् इत्यनयोः स्थाने तिप् तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः. शिष्यन्तरस्यां तू इति तू हि इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति आशीर्वादार्थे. नमो ह्रस्वात् अचि नमु नित्यम् इत्यनेन प्रकृतसूत्रे तातम् इति पदात् मुट् आगमः तुश्च ह्यश्च तयोर् इतरेतरद्वन्द्वः तुहि तयोः तुह्योः तुह्योः षष्ट्यन्तं तातं प्रथमान्तम् आशिषि सप्तमन्तम् अन्यतरस्यां सप्तमन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य तुह्योः तुहियोः तातम् आशिषि अन्यतरस्याम् तां तात् चित्तस्थित्यनयोः विकल्पेन तात् भवति तत् सुलभमेव किमपि नास्ति अङ्ग अङ्गस्त तुयोः तु ह्योः इति तु हि च तस्य षष्ठी विभक्ति भवतु अभवतात् भव अभवतात् इति रूपं भवति विकल्पेन तर्हि लोट् लकारे यदा आशीर्वादार्थे वयं कथयितुं इच्छामः तत्र तु स्थाने अथवा हि स्थाने नाम प्रथमपुरुष एकवचने मध्यमपुरुष एकवचने तात् तु स्थाने तात् हि स्थाने तात् भवति अन्यतरस्याम् इति पदस्य अर्थमस्ति विकल्पेन कुत्रापि अष्टाध्याय्याम् अन्यतरस्याम् इति आगच्छति चेत् विकल्पेन तर्हि आशीर्वादार्थे भवतु अपि सत्यमस्ति भवतात् अपि अस्ति उत्तमं मध्यमपुरुषे भव अपि अस्ति भवतात् अपि अस्ति इति अस्ति तर्हि अङ्गस्य तुहियोः तातङ्ग आशिषि अन्यतरस्याम् इति वार्ता विकल्पेन सर्वदा विकल्पेन अस्तु तर्हि प्रश्नः अस्ति मम यत् तातङ्ग इति अत्र नकार अस्ति खलु हलन्त्यम् इति सूत्रेण नकारस्य लोपः परन्तु नकारः अस्ति चेत् किं भवति तस्य महत्त्वं किमस्ति नकारस्य नित्वमस्ति अतः किं न भवति गुणः न भवति तर्हि तिप् प्रत्ययः यत् अस्ति तद् प्रथमपुरुषे एकवचने तत् पित् अस्ति अतः तु अपि यत् भवति तदपि पित् एव अस्ति अतः तु यदा आगच्छति तत्र गुणकार्यं भवति परन्तु तु स्थाने यदा विकल्पेन तात् आगच्छति तत्र गुणकार्यं न भवति यतोहि तात् तु नित् अस्ति निति च इति सूत्रेण गुणकार्यं निषिध्यते तर्हि यदि तु अस्ति चेत् तत्र गुणकार्यं भवति परन्तु तु नास्ति चेत् गुणकार्यं न भवति अतः करोतु परन्तु कुरुतात् करोतु मध्ये गुणकार्यं भवति परन्तु कुरुतात् इति तत्र गुणकार्यं न भवति इति अस्ति अस्तु अग्रे गच्छामः बोनस् तर्हि अधुना अस्माभिः तिप् लोट् लकारे लट् लकारे परस्मैपदीधातूनां कृते ये सिद्धलिङ्गप्रत्ययाः सन्ति ते अस्माभिः पठितानि सूत्रसहितरूपेण तत्र लट् लकारे वयं जानीमः किं करणीयं लोट् लकारे वयं जानीमः किं करणीयम् अग्रिमकरपत्रे आत्मनेपदीधातूनां कृते किं करणीयम् इति अपि वयं पठिष्यामः परन्तु अत्र केवलं परस्मैपदस्ति अस्तु अग्रे बोनस् अत्र बोनस् बहु महत्त्वपूर्णमस्ति बहु इण्ट्रेस्टिङ्ग् अपि अस्ति अस्तु अत्र अग्रे गच्छामः विजि महोदय अग्रे पठतु बोनस् अत्र प्रश्नः उदेति अयं तातम् आदेशः कस्य स्थाने आयाति इति यः कोऽपि आदेशः सः कस्य स्थाने आयाति इत्यस्य निर्णयार्थं सामान्यसूत्रं भवति अलवन्तस्य इति. अनेन आदेशः स्थानिनः अन्त्यस्य अलः स्थाने भवति. अयम् अन्तादेशः इत्युच्यते. अयम् अन्तस्य हलो अन्तस्य इति कोऽपि आदेशः एकनिमेषः एकवारं पठनन्तरं प्रश्नः पृच्छतु. अलोन्त्यस्य पठतु. अलोन्तस्य षष्टिविभक्तिः द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल्वर्णस्य स्थाने भवति. परिभाषासूत्रम् अलः षष्ट्यन्तम् अन्त्यस्य षष्ट्यन्तं द्विपदम् इदं सूत्रं षष्टिस्थाने योगा इत्यस्मात् षष्टिस्थाने इति अनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः. अग्रे न किम् अर्थं वदतु, आशयं वदतु. अलोन्तस्य इति सूत्रं वदति षष्टिविभक्तिद्वारा पदस्य अन्ते यः प्राप्तः वर्णः तत्स्थाने एव आदेशः भवति. अल्वर्णस्य स्थाने आदेशः भवति. अल्वर्णस्य स्थाने आदेशः भवति. अलः षष्ट्यान्तम् अन्त्यस्य षष्ट्यान्तं द्विपदं सूत्रं तर्हि षष्टिस्थाने योगा इति सूत्रात् षष्टिस्थाने इति अनयोः अनुवृत्तिः भवति. अनुवृत्तिः सहितसूत्रमस्ति षष्ट्या अन्त्यस्य अलः स्थाने इति. तर्हि वयं जानीमः यत् षष्टिविभक्ति यदा आगच्छति तस्य अर्थमस्ति तत् स्थाने किमपि करणीयं, परन्तु कुत्र करणीयम् अत्र उपयुज्य अन्तस्य अल्वर्णस्य स्थाने परिवर्तनं करणीयम्. तर्हि यत्र यः स्थानी अस्ति तस्य अन्तिमवर्णे यत् अस्ति तस्य स्थाने आदेशः भवति. तदेव लिखितमस्ति पूर्वमेव दत्तं महोदय. नूतनं नास्ति. षष्ठ्या अन्त्यस्य षष्ठ्या अन्त्यस्य अलः स्थाने नाम षष्ठ्या षष्ठीविभक्त्या यत् लिखितमस्ति तस्य अन्त्यस्य नाम स्थानिनः इति पदस्य अन्त्यस्य अलः स्थाने विद्यमान आदेशः. किमपि नूतनमस्ति तत्र? अग्रे आगच्छति. अत्र नूतनं नास्ति परन्तु अग्रे अस्ति. अत्र एकनिमिषः अत्र यथा अग्रे पठतु एकवारं पठतु सार्वधातुकः. यथा भवत्याः उत्तरम् आगच्छति. अहं जानामि भवतः प्रश्नः किमस्ति. एकवारं पठति तदनन्तरं पृच्छतु. पठामि वा महोदय? सम्पूर्णं मा पठतु, केवलम् अनुवृत्तिसहितसूत्रं पठतु. अनुवृत्तिसहितसूत्रमस्ति इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति. अत्र सर्वं मीर्दे गुणः इत्यस्मात् गुणः अङ्गस्य इति अधिकारसूत्रम् अस्ति. इको गुणः वृत्ति इति परिभाषासूत्रम्. अत्र अलोन्त्यस्य विषये वदतु. अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुण आदेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुण आदेशः. इकः अङ्गस्य गुणः सार्वधातुकार्धातुकयोः इति सूत्रं यदि वयं साक्षात् पठामः तत् वदति यत् सार्वधातुक अथवा आर्धातुकप्रत्ययपरे अस्ति चेत् अङ्गस्य इकारान्त इगन्त अङ्गस्य गुणं अङ्गस्य एव गुणं करोति अलोन्त्यस्य इति परिभाषासूत्रेण वयं ज्ञातुं शक्नुमः यत् षष्ठीविभक्ति यत् पदमस्ति नाम यस्य गुणं भवति तत् अन्त्य अल् वर्णस्य स्थाने गुणं भवति नाम यत् यत् इकार अथवा यत् इक प्रत्याहारस्य वर्णः अन्तिमे स्थाने अस्ति तस्य एव गुणं करणीयम् इति तर्हि अधुना वयं ज्ञातुं शक्नुमः यत् सर्वदा अष्टाध्याय्यां सर्वदा लिखितमस्ति यत् किम् स्थाने अस्ति तस्य स्थाने किं करोतु स्थाने अस्ति तस्य स्थाने किमपि करोतु परन्तु सर्वत्र सर्वत्र यत्किमपि लिखितमस्ति अलोन्त्यस्य इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् तत्र सम्पूर्णस्थानिनः इति पदस्य स्थानिनः आदेशः न परन्तु अन्तिम अल्वर्णः तथैव अत्र अङ्गस्य तुह्यो तातङ्ग आशिषि अन्यसरस्यां तर्हि अत्र प्रायः सुमन् महोदय किमपि चिन्तयितुं शक्नोति यत् अत्र तु लिखितमस्ति यत् तु स्थाने तात् करोतु ई स्थाने तात् करोतु इति लिखितमस्ति तर्हि अत्र अत्र अत्र शङ्का का अस्ति अत्र तु लिखितमस्ति तु स्थाने तात् इति परन्तु तदेव तथैव अस्ति चेत् अहं वक्तुं शक्नोमि यत् अन्यापि अत्र लिखितमस्ति यत्र अङ्गस्य गुणः करोतु तत्रापि सम्पूर्णस्थाने गुणः करोतु प्रश्नः किमस्ति अत्र तथा नास्ति अत्रापि चिन्तनीयं यत् तु स्थाने तात् यदा भवति तत्र तु स्थाने तात् कदा भवति कुत्र भवति तथैव हि स्थाने तात् यत् अस्ति तत्र सम्पूर्ण हि स्थाने भवति अथवा केवलम् इकारस्थाने भवति अकारस्थाने भवति कुत्र भवति एतत् सर्वं चिन्तनीयम् अतः इति प्रश्नः तात् स्थाने अपि तात् इति विषये अपि आगच्छति अवगच्छति वा सुमन् महोदय किं चेत् किन्तु तत्र अङ्गस्य तु तु हि शब्दस्य तु विशेषणं नास्ति खलु भागः अस्ति तु अङ्गस्य एकः भागः अस्ति खलु अत्र अत्र अङ्गस्य भागः इति किमपि न चिन्तयतु तु इति प्रत्ययः अस्ति खलु अस्तु उपरि अस्ति अहं पृच्छामि भवती कथं जानाति यत् सम्पूर्ण तु स्थाने तात् आगच्छति न तु स्थाने तात् आगच्छति न भवितुम् अलोन्तस्य वदति महोदय तत् भिन्नविषयः अस्ति मम सुमन् महोदय पृच्छति अत्र तु साक्षात् लिखितमस्ति अत तु स्थाने तात् करोतु इति खलु तत् चिन्तनं समीचीनम् अस्ति परन्तु वयं जानीमः यत् एतदेव चिन्तनं यदि वयं कुर्मः तत् अन्येषु उदाहरणेषु तत् चिन्तनं समीचीनं नास्ति खलु तत्र अत्र यद्यपि तत् चिन्तनं कार्यं करोति यत् ओ तु स्थाने तात् लिखितमस्ति अतः तु स्थाने तात् हि स्थाने तात् लिखितमस्ति अतः हि स्थाने तात् प्रश्नः किम् अस्ति एतत् चिन्तनं यद्यपि अत्र कार्यं करोति परन्तु अन्य उदाहरणेषु एतादृशं चिन्तनं कार्यं न करोति बहुत्र अतः अत्रापि अस्माभिः चिन्तनीयं यत् वि हाव् टु बि कन्सिस्टेण्ट् इन् द लाजिक् रैट् अतः अत्रापि चिन्तनीयं किन्तु इदानीम् एकः प्रश्नः अपि अस्ति अङ्गस्य किम् अर्थं तु प्रत्यये अस्ति खलु एकवारम् एक एव वदतु सुमन् महोदय अङ्गस्य किं महत्त्वम् इति न न न अङ्गस्य इत्युक्ते किम् अर्थं प्रत्यय अस्ति खलु तु प्रत्यय तिङ् प्रत्यय अस्ति अनन्तरं हि अपि इदानीं तिङ् प्रत्यय अस्ति तु प्रत्ययस्य स्थाने तात् आदेशः हि प्रत्ययस्य स्थाने तात् आदेशः इदानीम् अङ्गकार्यं किम् अस्ति अत्र अङ्गकार्यस्य विषये अधिकारे स्थापितं खलु सप्तमाध्याये आं किमर्थम् अङ्गस्य इति अनुवृत्तिः भवति वा महोदय अङ्गस्य द्वयोः किमर्थम् इति तु अतः अधुना न जानामि किमर्थं तत् अत्र लिखितुं शक्नोति तृतीयाध्याये अपि यतोहि तु स्थाने एव इदानीं तु सप्तमाध्याये किमर्थं जोन्त अपि सप्तमाध्याये किमर्थम् इति न अवगतम् अहं न जानामि मम ऊहा अस्ति यत् अन्ये अपि प्रत्ययाः सन्ति वा यत्र तु अस्ति हि अस्ति न जानामि अहं तत्र अन्ये अपि प्रत्ययाः सन्ति वा ये तिङ् न सन्ति परन्तु यत्र झ अस्ति तदा तत्र अस्ति चेत् तत्र अपि कार्यं कर्तुं शक्नोति इति मम एकं कारणम् अस्ति अन्यकार्यं मम अस्ति अहम् ऊहामेव कर्तुं शक्नोमि यत् अनुवृत्तिकारणेन तत्र स्थापितमस्ति प्रायः तु हि इति तस्य अग्रिमसूत्रे अनुवृत्तिः भवति सप्तमाध्याये अतः तत्र स्थापितम् इति अपि एकं कारणं भवितुं शक्नोति अतः तत्र सप्तमाध्याये स्थापितं न तु तृतीय अध्याये मम संशयः अस्ति महोदय आगच्छति परन्तु अकार्डिङ्ग् टु अलवन्तस्य येन विधिस्तदन्तस्य तेन तयोः सूत्रयोः अन्तिम अङ्गस्य एव तात् आगत्यं तु सो उकारस्य एव तात् आगन्तव्यं किल तदेव प्रश्नः अस्ति खलु तद् न भवति किमर्थं न भवति अग्रे अस्ति तद् बोनस् समाप्तं नास्ति अधुना बोनस् मध्ये बहु किमपि अस्ति सो तत्र धैर्यं भवतु तत्र सप्तमाध्याये एकवारं वयं पश्यामः 7 कुत्र अस्ति तूतां 7135 अष्टाध्याय्यां 7135 न जानामि अत्र सप्तमाध्याये किमर्थम् अस्ति परन्तु अनुवृत्तिकारणेन भवितुं शक्नोति इति एकम् अस्ति मम एकम् ऊहा अस्ति अनुवृत्तिः अस्ति तु हि तस्य अग्रे अनुवृत्तिः भवेत् प्रायः अतः तत्र स्थापितम् इति झोन्तः अपि तत्रैव भवति इति अहं चिन्तयामि इति एव मम अस्ति नो चेत् तृतीय अध्याये अपि स्थापितुं शक्नोति अस्तु परन्तु प्रश्नः तु अत्र एव आगच्छति यत् तु स्थाने तात् हि स्थाने तात् अस्य अर्थं किं सम्पूर्ण तु स्थाने तात् अथवा केवलम् उकारस्य स्थाने तात् सम्पूर्ण हि स्थाने तात् अथवा केवलम् इकारस्य स्थाने तात् न जानीमः खलु यतोहि वयं जानीमः यत् बहुत्र केवलम् अलोन्त्यस्य इति स्थानेन इति सूत्रस्य बलेन केवलम् अन्त्य इति अलः स्थाने भवति सार्वधातुकार्धातुकयोः मध्ये अपि अन्त्य अल् वर्णस्य स्थाने भवति न तु सम्पूर्ण अङ्गस्य तर्हि अत्रापि तथैव चिन्तनीयं यत् सम्पूर्ण तु स्थाने अथवा केवलम् उकारस्य स्थाने इति किं करणीयम् इति प्रश्नः अस्ति अस्तु तर्हि सामान्यतया अलोन्त्यस्य इति सूत्रं कार्यं करोति तत् सूत्रं वदति यत् अन्त्य अलस्य स्थाने एव करणीयं न तु सम्पूर्णस्थानिनः स्थाने अस्तु तर्हि अग्रे विजी महोदय अग्रे किं लिखितमस्ति भूयोगः शप् आमामेव पठामि. अत्र सार्वधातुकार्धातुकयोः इति सूत्रस्य अग्रे लिखितमस्ति, भूयोगः शप् इति स्थितौ चिन्तयतु. अनुवृत्तिसहितसूत्रे अङ्गस्य गुणः इत्यनेन सर्वस्य अङ्गस्य स्थाने गुणादेशः स्यात्, किन्तु अलोन्त्यस्य इति परिभाषासूत्रस्य साहाय्येन तथा न भवति. भूयोगः श, भूयोगः अ, अलोन्त्यस्य इति सूत्रेण सम्पूर्णभूस्थाने गुणः न, परन्तु अन्तिम उकारस्य स्थाने गुणः इति अन्तादेशः. भूयोगः अ भव अस्ति. अस्तु, तर्हि अलोन्त्यस्य इति सूत्रेण सम्पूर्णस्थानिनः न, अपि तु अन्तिम अल्वर्णस्य स्थाने एव करणीयम्. परन्तु अलोन्त्यस्य एक एव सूत्रं नास्ति, अन्य अपि सूत्रे सूत्राणि सन्ति यत् ये वदन्ति यत् कुत्र कार्यं करणीयं, ते अग्रे सन्ति. अस्तु, तदनन्तरं अरुणा महोदय पठतु अग्रे. किन्तु आदेशे किन्तु आदेशे एकस्मात् अधिकाः वर्णाः सन्ति चेत् सर्वस्य इत्यनेन पूर्णस्थानिनः स्थाने भवति. अनेकाश्चित् सर्वस्य सूत्रम् आदेशः अनेकाल् आदेशे एक एव वर्णः न, अपि तु अनेके वर्णः अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य. यस्य स्थाने आदेशः आदिष्टः सः स्थानि. इदं सूत्रम् अलोन्तस्य इत्यस्य अपवादः. न एकः अनेकः नन्तत्पुरुषः अनेकः अल् अल् यस्य सः अनेकाल् बहुव्रीः समासः. षकारः यस्य सः षित् बहुव्रीहिः. अनेकाल् च षित् च अनेकाल् षित् समाहारद्वन्द्वः. अनेकाल् पदमान्तं षित् षित् प्रथमान्तं सर्वस्य षष्ठ्यन्तं त्रिपदम् इदं सूत्रं स्थाने अन्तर्तमः इत्यस्य स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकांशित् सर्वस्य स्थाने. अत्र अनेकांशित् सर्वस्य सूत्रं वदति आदेश किं वर्णानि आदेशं भवति इति. आदेश एक आदेशे अधिकवर्णाः सन्ति चेत् अनेकाश्च सर्वत्र सूत्रेण पूर्णस्थाने आदेशः भवति. सूत्रवर्णन पदवर्णनं आदेशः अनेकाल् इति अर्थः. आदेशे एक एव वर्णः न, अपि तु अनेकवर्णाः सन्ति. अथवा षित् षित् इति चेत् सर्वस्थानिनः स्थाने भवति, न तु अन्यत् अन्त्यवर्णस्य. उत्तमं. तर्हि अलोन्त्यस्य इति सूत्रं वदति अन्त्य अलवर्णस्य स्थाने कार्यं भवति, परन्तु अनेकांशित् सर्वस्य इति अपवादसूत्रमस्ति. तत् वदति यत् यदि आदेशः यत् अस्ति तस्मिन् आदेशे अनेकाल् वर्णाः सन्ति. अनेकाल् इत्युक्ते अनेक अल् नाम अनेकवर्णाः सन्ति, एकवर्णः न परन्तु अनेकवर्णाः सन्ति. अथवा आदेशश्चित् अस्ति चेत् तद् अन्त्य अल्वर्णस्य स्थाने न आगच्छति, अपि तु सम्पूर्णस्थानिनः स्थाने आदेशः भवति. अनेकांशित् सर्वस्य स्थाने यदि अलोन्तस्य वदति यत् अन्तिम अल्वर्णस्य स्थाने, परन्तु यदि आदेश अनेकाल् अस्ति अथवा शित् अस्ति तत् सर्वस्य स्थाने आगच्छति इति, न तु केवलम् अन्त्य इति अस्ति. तस्य उदाहरणम् अस्ति अग्रे, पठतु महोदय उदाहरणं. न जनोर्जा न क्रयादिगणे जन् दिवादिगणे चेत् अनयोः जा आदेशः भवति क्षितिप्रत्ययपरे. आदेशः अनेकाल् अतः अनेकांशित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य. नाश्च जञ्च तयोः इतरेतरद्वन्द्वः न जन्मोः तयोः नाजनोः नाजनोः षष्ट्यन्त्यं जा लुप्तप्रथमाकं पदं द्विपदमिदं सूत्रं स्टिव् क्लुमुचमां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ज्ञाजनोः अङ्गस्य जाषितिः अत्र सूत्रं वदति दृष्टान्तं अनेकाश्चित् सर्वस्य दृष्टान्तम् अत्र सूत्रे अस्ति ज्ञाजनो जन जा ज्ञादातु वा जन् दातु ज्ञा च जन् दातु स्थाने ज आदेशः भवति षित् प्रत्ययपरे कुत्र आदेशः भवति न अलोन्तस्य सूत्रेण न अन्त अलन्तस्य स्थाने न अनेकाल् प्रत्ययः ततः सर्वस्य स्थाने ज्ञास्थाने ज आगच्छति वा जन् स्थाने ज आगच्छति तथैव सत्यं तर्हि अत्र लिखितमस्ति यत् ज्ञाजनोः अङ्गस्य जाषिति नाम यत् अङ्गमस्ति ज्ञा अथवा अङ्गमस्ति जन् तस्य स्थाने षित् प्रत्ययपरे अस्ति चेत् जा भवति अधुना प्रश्नः आगच्छति जा भवति परन्तु कुत्र भवति सम्पूर्णन्यास्थाने भवति सम्पूर्णजन्स्थाने भवति केवलम् अन्त्य अल्वर्णस्य स्थाने भवति केवलं प्रथमवर्णस्य स्थाने भवति कुत्र भवति तर्हि अलोन्त्यस्य इति सूत्रं तु वदति यत् अन्तिम अल्वर्णस्य स्थाने भवति तर्हि तथा अस्ति चेत् न्या यत् अस्ति तस्य आकारस्य स्थाने जा भवति जन् अस्ति तस्य नकारस्य स्थाने जा भवति परन्तु तथा नास्ति अनेकालश्चित् सर्वस्य इति सूत्रं वदति यत् आदेशः यदि अनेकाल् अस्ति तर्हि सम्पूर्ण स्थानिनः स्थाने भवति अत्र आदेशः किम् अस्ति जा अस्ति खलु जा जा मध्ये द्वौ वर्णौ स्तः ज आ अनेकाल् अस्ति अनेकाल् अस्ति अतः सम्पूर्ण न्यास्थाने सम्पूर्णन्यास्थाने जा सम्पूर्णजन्स्थाने जा भवति न तु केवलम् अन्तिम आकार अथवा अन्तिमनकारस्य स्थाने तर्हि महोदय पठतु जन्स्थाने किं भवति जन् धातु आत्मनेपदे जन् धातु आत्मनेपदे दिवादिगणे अस्ति जनि अनुबन्धलोपात् जन् एव अवशिष्यते जन् योगः शन् शन् विकरणप्रत्यय दिवादिगणस्य ज्ञा जनो जाः इत्यनेन क्षितिपरे जा आदेशः कुत्र भवति अनेकाश्चित् सूत्रस्य सहायेन जा अनेकाल् आदेश ज अनेकाश्चित् अनेकाल् अशित् प्रति अपि नियम परतः अस्ति ततः जा जन् स्थाने पूर्वस्थाने आगच्छति ज योगः या जाय इति अङ्गम् उत्पन्नं भवति जाय योगः ते आत्मनेपदे प्रत्ययः जायते इति रूपं उत्पन्नं भवति तर्हि जायते इति सूत्रमस्ति तत्र जन् स्थाने तत्र श्यन् आगे श्यन् आगच्छति अग्रे लट् लकारे श्यन् अस्ति दिवादिगणीय अस्ति जन् योगः श्यन् मध्ये तत्र श्यन् अस्ति अतः षित् परे अस्ति अतः जन् स्थाने जा भवति कुत्र भवति अनेकाश्चित् सर्वस्य इति सूत्रेण सम्पूर्ण इति जन्स्थाने जा भवति जा योगः य जायते अतः न्या धातु अस्ति तस्य अपि जायते भवति जन् धातु अस्ति तस्य अपि जायते भवति परन्तु पृच्छतु षित् परे अस्ति यत्र श्यन् अस्ति तत्र एव भवति यत्र श्यन् नास्ति विकरणप्रत्ययः नास्ति तत्र जा न भवति उदाहरणमस्ति लृट्लकारे ज्ञा तस्य ज्ञास्यति एव भवति तत्र तस्य जास्यति न भवति ज्ञास्यति भवति जन् अस्ति तस्य लृट् लकारे अपि जा न भवति जनिष्यति एव भवति तर्हि यत्र यत्र षित् प्रत्यय अग्रे अस्ति यथा लट् लकारे यत्र अभिकरणप्रत्ययः आगच्छति सार्वधातुकलकारेषु तत्र जन्स्थाने जा न्यास्थाने जा इति भवति इति वार्ता अस्ति तर्हि इदानीं पर्यन्तं सर्वे अवगच्छन्ति वा आं महोदय. प्रश्नः अस्ति वा कस्यापि? तर्हि इदानीं वयं द्रष्टुं शक्नुमः यत् तात् यत् अस्ति तात् अनेकाल् अस्ति, अतः सम्पूर्ण तु स्थाने तात् भवति, सम्पूर्ण हि स्थाने तात् भवति. अवगच्छति वा? तात् अनेकाल् अस्ति, अतः यथा मीना महोदय पृच्छति अलोन्तस्य किमपि कार्यं कृतं न करोति, न, तात् अनेकाल् अस्ति, अतः तु स्थाने तात्, सम्पूर्ण तु स्थाने तात्, न तु केवलम् उकारस्य स्थाने तात्, सम्पूर्ण हि स्थाने तात्, न तु केवलम् इकारस्य स्थाने तात् इति वार्ता अस्ति. आदेशः अनेकाल् अस्ति चेत् सम्पूर्णस्थाने भवति, न केवलम् अन्त्य अल्स्थाने इति. परन्तु इतोपि अग्रे सस्पेन्स् अस्ति, इतोपि अग्रे सस्पेन्स् अस्ति. तत् किमस्ति? तत् अधुना वयं पठामः. यद्यपि तात् अनेकाल् अस्ति तथापि तत्रापि किमपि सस्पेन्स् अस्ति, तत्र किमपि भिन्न अस्ति, अतः एव अतः एव बोनस् सेक्षन् अस्ति, नो चेत् तस्य आवश्यकता नास्ति. किमस्ति वयम् अग्रे पठामः. तर्हि सुमन् सरला महोदय भवती पठति वा अथवा केवलं शृणोति? केवलं शृणोमि महोदय, कार्यालये अस्मि. सुमन् महोदय अग्रे पठतु. अस्तु महोदय. झन् धातु अधुना स च अनेकाल् आदेशः नित् चेत् अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति. अस्तु, नित् च नित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति. इदं सूत्रम् अनेकाल् षित् सर्वस्य इति सूत्रस्य अपवादः. अनेकाल् षित् सर्वस्य तु अलोन्त्यस्य इत्यस्य अपवादः. नकारः इत् यस्य सः नित् बहुव्रीहि, नित् प्रथमान्तं च अव्ययपदं द्विपदम् इदं सूत्रम्. अलोङ्क्यस्य इत्यस्मात् अलः अन्त्यस्य इत्यन्योः अनुवृत्तिः. स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अस्ति नित् च अन्यस्य अलः. एतत् सूत्रं वदति अनेकाल् अस्ति चेत् अपि पूर्णस्य स्थाने न आगच्छति, अल् अल् अन्त अन्ते अल् वर्णस्य स्थाने एव आदेशः भवति इति. तर्हि सामान्यतया अलोन्त्यस्य इति सूत्रेण अन्तिम अल् स्थाने भवति, परन्तु अनेकाल् अस्ति अथवा षित् अस्ति चेत् सम्पूर्णस्य स्थाने भवति. तत्र एव अग्रे तथा तत्रापि नित् अस्ति चेत् अन्त्य अल्वर्णस्य स्थाने एव भवति. अनेकाल् अस्ति परन्तु नित् अपि अस्ति चेत् अन्तिम अल्वर्णस्य स्थाने. तर्हि अधुना पृच्छतु, तासङ्ग् मध्ये अनेकाल् अपि अस्ति नित् अपि अस्ति, तर्हि निच्च इति सूत्रेण केवलम् अन्त्यवर्णस्य स्थाने करणीयं खलु? तद्भवति इति तद्भवति चेत् बहु सुखं भवति, तथा नास्ति तत्र पुनः किमपि अस्ति. वयं जानीमः खलु यत् तात् सम्पूर्ण तु सम्पूर्ण हि स्थाने आगच्छति, तत्तु वयं जानीमः खलु. यदि केवलम् अन्त्य उकारस्य अन्तिम अकारस्य स्थाने भवति तर्हि तु स्थाने यदा तात् भवति तत् तत् तात् इति भवति, हि स्थाने यदा तात् भवति तथा केवलम् इकारस्य स्थाने तात् भवति चेत् ह तात् इति किमपि भवति, तथा नास्ति। तु स्थाने सम्पूर्णतया तात् भवति, हि स्थाने सम्पूर्णतया तात् भवति। तर्हि निच्च इति सूत्रं तु वदति यत् केवलम् अन्त्य इति सूत्र अन्त्यवर्णस्य कार्यं अन्त्यवर्णस्य स्थाने भवति। तर्हि किमर्थं किं भवति तत् सर्वं किं भवति तत् विशेषमस्ति, तत् अग्रे अग्रिमरविवासरे वयं पठामः। परन्तु अतः प्रश्नः एव मा उदेति इति सम्यक् न प्रश्नः न उदेति चेत् प्रश्नः न उदेति चेत् अस्मिन् कार्ये अस्मिन् स्थाने तु अस्तु किमपि हानि न भवति, परन्तु अन्येषु उदाहरणेषु हानि भवति। आम् आम् आम् न सत्यम् अहं हास्येन एव उक्तवती। तर्हि इग्नोरेन्स् इस् ब्लिस् वदन्ति, अत्र तु सत्यमस्ति। दृश्यस्थाने पश्य इति आगच्छति किल, एतदपि सूत्रं प्रत्यस्य वदति किल, तदपि सत्यमस्ति खलु, अनेकाशित् अस्ति खलु, अनेकालचि तदेव वदामि। महोदय सूत्रसहिते अपेक्षया बै रोड् स्तुतामन्तु स्तुतं च तथैव उचितमिति अहं चिन्तयामि। आमां सत्यं, परन्तु तत्र तदेव अहं वदामि, अत्र सूत्राणि न सन्ति चेत् बहुत्र कार्यं सुलभं भवति, परन्तु सुलभं भवति। सूत्राणि सन्ति चेत् एकं सूत्रं यदि भवती अवगच्छति तत् कार्यं यु केन् रिप्रोड्यूस् इन् मेनि अदर् प्लेसेस् आल्सो, तस्य महत्त्वम् अस्ति। केवलं तूतामन्तु तत्तु अस्ति, परन्तु सूत्रस्य सहायतया यु केन् यु डोण्ट् फस्ट् आफ् आल् डोण्ट् हाव् टु रिमेम्बर् तूतामन्तु, यु केन् डिरैव् इट् एण्ड् दोस् सूत्रस् आर् एप्लिकेबल् एण्ड् द टेक्निक्स् आर् एप्लिकेबल् एल्स्वेर् आल्सो, सो यु केन् नो मोर् देन् जस्ट् तूतामन्तु इति अस्ति। डजन्ट् मेक् इट् एनी ईज़ियर् सूत्रम् देट् वाट् इट् सीम्स् right now, but once you know it and once you understand, you can apply it to other places which you don't know. So that is the point of Ashtadhyayi. You can always memorize everything, but if you know the technique, you can understand, get the knowledge of many other things which you currently don't know. Like for example, atreva likitam asti khalu jnanorja, vayam sarve janimaha yat ओ जायते भवति, अत्र न्यास्थाने जा भवति, परन्तु लिट् स्थाने न्यास्यति भवति, लिट् स्थाने जनिष्यति भवति, तत्र किमर्थं जा न आगच्छति? सूत्रस्य सहायतया नाउ वी केन् अण्डर्स्टेण्ड् दट् क्षिति परे अस्ति चेदेव तद्भवति इति सर्वम् असम्भवत्वमस्ति। अस्तु, तर्हि अधुना विरमामः, अग्रिमरविवासरे वयं मेलिष्यामः। तर्हि धन्यवादः सर्वेषां, शुभरात्रि, शुभदिनम्। धन्यवादः महोदय, धन्यवादः महोदय, धन्यवादः महोदय, धन्यवादः महोदय।